पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 20 नारद उवाच ततस्तु नरकं गच्छे स्नानं तत्र समाचरेद स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति अस्य तीर्थस्य माहात्म्यं शृणुत्वं पाण्डुनन्दन तस्मिंस्तीर्थे दुराजेन्द्र यान्यस्तीनि विनिक्षिपेद विलयं यान्ति सर्वाणि रूपवान् जायते नरः गोतीर्थं तु ततो गच्छे दृष्ट्वा पापात् प्रमुच्यते ततो गच्छेद राजेन्द्र कपिलात्तीर्थमुत्तमं तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेद ज्येष्ठमासे दुःसम्प्राप्ते चतुर्दश्यां विशेषतः तत्रोपोष्य नरो भक्र्या कपिलां यः प्रयच्छति कृतेन दीपं प्रज्वाल्य कृतेन स्नापयेच्छिवं सकृदं श्रीफलं दत्त्वा कृत्वा चान्दे प्रदक्षिणं खण्डाभरणसंयुक्तां कपिलां यः प्रयच्छति शिवतुल्यो नरो भूत्वा न चेह जायते पुनः अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् अङ्गारकनवम्यां तु अमावास्यां तथैव च स्नापयेत्तत्र यत्नेन रूपवान् सुभगो भवेद् कृतेन स्नापयेल्लिङ्गं पूजयेद्भक्तितो द्विजान् पुष्पकेण विमानेन सहस्रैः परिवारितः शैवं पदमवाप्नोति नात्र चाभिगतं भवेद् अक्षयं मोददे कालं यथा रुद्रस्तथैव च यथाधु कर्म संयोगान् मर्त्यलोकमुपागतः राजा भवति धर्मिष्ठो रूपवान् जायते बली ततो गच्छेद राजेन्द्र ऋषितीर्थमनुत्तमं ऋणबिन्दुऋषिर्नाम शापदग्धो व्यवस्थितः तस्य तीर्थप्रभावेण पापमुक्तो भवद्विजः ततो गच्छेद राजेन्द्र गणेश्वरमनुत्तमं श्रावणे मासि सम्प्राप्ते कृष्णपक्षे चतुर्दशीं स्नातमात्रो नरस्तत्र रुद्रलोके महीयते पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयाद गणेश्वरसमीपे तु गङ्गावदनमुत्तमम् अकामो वा सकामो वा तत्र स्नात्वादु मानवः आजन्मजनितैः पापैर्मुच्यते नात्र संशयः सर्वदा पर्वदिवसे स्नानं तत्र समाचरेद पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयाद प्रयागे यद्फलं दृष्टं शङ्करेण महात्मना तदेव निखिलं पुण्यं गङ्गाराह्वर्कसङ्गमे तस्यैवं पश्चिमे स्थाने समीपेनादिदूरतः दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् उपोष्य रजनीमेकां मासि भाद्रपदे तथा अमावस्यां नरस्नात्वा व्रजेद्वै यत्र शङ्करः सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत दशाश्वमेधात् पश्चिमदो भृगुर्ब्राह्मणसत्तमः दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासद वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् आश्चर्यं च महज्जातमुमाया शङ्करस्य च गौरी तु पृच्छदे देवं कोऽयमत्र दुःसंस्थितः देवो वा दानवो वाध कथयस्व महेश्वर ईश्वर उवाच भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये तत्र प्रहसिदा देवी ईश्वरं प्रत्यभाषत धूमावर्त शिखा जादा तदोद्यापि न तुष्यसि दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा देव उवाच न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः दर्शयामि यद्धा तद्ध्यं प्रियं तेज करोम्यहम् स्मारितो देवदेवेन धर्मरूपो वृषस्तदा स्मरणादेवदेवस्य वृषशीघ्रमुपस्थितः प्राहासौ मानुषीं वाजमादेशो दीयदां प्रभो वल्मीकैश्चादिदो विप्र येनं भूमौ निपातय योगस्तस्तु तदोऽध्यायं ततस्तेन निपातितः तत्क्षणात् क्रोधसंतप्तो हस्तमुत्क्षिप्तवान् वृषम् एवं सम्भाषमाणस्तु कुत्र गच्छसि भो वृष अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष धर्षितस्तु तदा विप्रो ह्यन्तरिक्षं गदं वृषम् आकाशे प्रेक्षदे भूय येतदद्भुतमुत्तमम् ततः प्रहसिदे रुद्रे ऋषिरग्रे व्यवस्थितः तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात् पदितो भुवि प्रणम्य दण्डवद्भूमौ स्तुवदे परमेश्वरम् प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपं भवभीदो भुवनभदे भूतं विज्ञापये किञ्चिद् त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ वासुकिरयं हि कदाचिद्वदनसहस्रम् भवेद्यस्य भक्त्या तवापि शङ्करभुवनपदे त्वस्तुतौ दु मुखरस्य वन्द्यक्षमस्व भवन् प्रसीद मे तव चरणपदितस्य सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव त्वामुक्त्वा भुवनपदे भुवनेश्वर नैव दैवदं किञ्चित्। यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगाद त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन उत्कृष्टरसरसायनखड्गाञ्जन पादुकादिसिद्धिर्वा चिह्नानि भवत्प्रणतानां दृश्यं द इह जन्मनि प्रकटं शाढ्येन नमदि यद्यपि ददासि त्वं धर्ममिच्छदां देव भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मितानाथ परदारपरस्वरदं परिभव परिदुःखशोकसन्तप्तम् परवदनवीक्षणपरं परमेश्वर मां परित्राहि अलीकाभिमानदग्धं क्षणभङ्गुरविभवविलासिदं देव क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश दीनेन्द्रियगणसार्थैर् बन्धुजनैरेव पूरिता आशा तुच्छा तथापि शङ्कर किं मूढं मां विडम्बयसि कृष्णां हरस्वशीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्यां चिन्तिमदमोहपाशानुत्तारय मां महादेव करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यं यः पठति भक्तियुक्तस्तस्य दुतुष्येत् भृगोर्यथा हि शिवः ईश्वर उवाच अहं तुष्टोऽस्मि ते विप्रवरं प्रार्थय स्वेप्सिदम् उमया सहितो देवो वरं तस्य हिदापयेद भृगुरुवाच यदि तुष्टोऽसि देवेश यदि देयो वरो मम रुद्रवेदी भवेदेवमेतत्सम्पादयस्व मे ईश्वर उवाच एवं भवतु विप्रेन्द्रक्रोधस्थानं भविष्यति न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति तदा प्रभृति ब्रह्माद्याः सर्वदेवाः सकिन्नराः उपासन्तो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः दर्शनात् तस्य तीर्थस्य सद्यपापात् प्रमुच्यते अवशास्ववशाश्चाभिम्रियन्ते तत्र जन्तवः गुह्यादिगुह्यस्य गतिस्तेषां निःसंशया भवेद् एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनं तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः औपानहं तदाच्छत्रं देयमन्नं च काञ्चनं भोजनं च यथा शक्रिया अक्षयं तस्य तद्भवेद् सूर्यो परागे यो दद्याद्दानं चैव यथेच्छया तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेद् चन्द्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमं न जानन्ति नरामूढा विष्णुमायाविमोहिता नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप भृगुतीर्थस्य माहात्म्यं यशृणोति नरः सकृद विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ततो गच्छेद राजेन्द्र गौतमेश्वरमुत्तमं तत्र स्नात्वा नरो राजन्नुपवासपरायणः काञ्चनेन विमानेन ब्रह्मलोके महीयते दौदपापं ततो गच्छेद्धौदं यत्र वृषेण तु नर्मदायां स्थितं राजन् सर्वपादकनाशनं तत्र तीर्थे नरस्नात्वा ब्रह्महत्यां व्यपोहति तस्मिन् तीर्थे महाराजप्राणत्यागं करोति यः चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेद् वस्येत् कल्पायुधं साग्रं रुद्रतुल्यपराक्रमः कालेन महदा प्राप्तः पृथिव्यामेकराड्भवेद् ततो गच्छेद राजेन्द्र येरण्डीतीर्थमुत्तमं प्रयागे यद्फलं दृष्टं मार्कण्डेयेन भाषितं तद्फलं लभते राजन् स्नातमात्रस्तु मानवः मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम् उपोष्य रजनीमेकां तत्र स्नानं समाचरेद यमदूतैर्न बाध्येत इन्द्रलोकं स गच्छति ततो गच्छेद राजेन्द्र सिद्धो यत्र जनार्दनः हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनं तत्र स्नात्वा नरो राजन् धनवान् रूपवान् भवेद ततो गच्छेद राजेन्द्र तीर्थं कनकलं महद गरुडेन तपस्तप्तं तस्मिं तीर्थे नराधिप विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति तत्र स्नात्वा नरो राजन् रुद्र लोके महीयते ततो गच्छेद राजेन्द्र ईशतीर्थमनुत्तमम् ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः ततो गच्छेद राजेन्द्र सिद्धो यत्र जनार्दनः वाराहं रूपमास्थाय अचिन्त्यः परमेश्वरः वराहतीर्थे नरस्नात्वा द्वादश्यां तु विशेषतः विष्णुलोकमवाप्नोति नरकं तु न गच्छति ततो गच्छेद राजेन्द्र सोमतीर्थमनुत्तमं पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेद प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति हरिश्चन्द्रपुरं दिव्यमन्तरिक्षे तु दृश्यते चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने नर्मदातोयवेगेन रुरुकच्छोपसेवितम् तस्मिन् स्थाने निवासं च विष्णुशङ्करमब्रवीद द्वीपेश्वरे नरस्नात्वा लभेत् बहु सुवर्णकं ततो गच्छेद राजेन्द्र रुद्रकन्यां तु सङ्गमे स्नातमात्रो नरस्तत्र देव्यास्थानमवाप्नुयात् देवतीर्थं ततो गच्छेत् सर्वदेवनमस्कृतं तत्र स्नात्वा तु राजेन्द्र दैवतैः सह मोददे ततो गच्छेद राजेन्द्र शिखितीर्थमनुत्तमं तत्र वैदीयते दानं सर्वं कोटिगुणं भवेद् अपरपक्षे अमावास्यां स्नानं तत्र समाचरेद ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता भृगुतीर्थे दुराजेन्द्रतीर्थकोटिर्व्यवस्थिता अकामो वा सकामो वा तत्र स्नायीतमानवः अश्वमेधमवाप्नोति दैवतैः सह मोददे तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुङ्गवः अवतारकृतस्तेन शङ्करेण महात्मना इति श्रीपाद्मे महापुराणे स्वर्गखण्डे विंशतितमोऽध्यायः ॐ